सर्वेषां गीतासोपानवर्गे स्वागतम्। अयं वर्गः तु सम्भाषणसंस्कृतवर्गः। अस्य वर्गस्य आरम्भे एकं परिचितं सुभाषितं शृणुमः। भगिनी तत् सुभाषितं स्मारयतु। ॐ विद्या नाम नरस्य रूपमधिकम् प्रच्छन्न गुप्तं धनम् विद्या भोगकरी यशसुखकरी विद्या गुरुणा गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीनः पशुः। ॐ शान्ति शान्ति शान्तिः। धन्यवादः भगिनी। इत्युक्ते विद्यायाः प्रयोजनानि कानि इति अयं श्लोकः वदति, अपि च अन्ततो गत्वा विद्याविहीनः पशुः इति अपि वदति। आरम्भे वयं गृहपाठविषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं गीतासोपानं पुस्तके इतोपि किमस्ति इति एकवारं पश्येम। तदर्थं आरम्भे गृहपाठविषये चिन्तनं। अतः गीतासोपानं पुस्तकस्य पञ्चदशं पुटं पश्यन्तु। तत्र किमस्ति इत्युक्ते अस्माकं गृहपाठः तु अत्र अध्यायस्य पञ्चदशे पुटे तत्र प्रथमाभ्यासात् परं प्रथम अभ्यासस्य अनन्तरम् अथवा प्रथम अभ्यासात् परं तत्र केषाञ्चन श्लोकानां संख्या इत्युक्ते अध्यायस्य संख्या अपि च श्लोकसंख्या दत्ता। श्लोकसंख्यां दृष्ट्वा गीतायाः श्लोकं पठित्वा तस्मिन् श्लोके अहं त्वं भवान् इत्येतान् त्रीन् शब्दान् अन्वेषणम् अन्विष्यत इति लिखितमस्ति। इत्युक्ते इत्येतेषां त्रयाणां शब्दानाम् अन्वेषणं करोतु इति अर्थः। अधुना श्लोकान् पठित्वा तत्र अस्माकं परिचितशब्दान् अन्वेष्टुं प्रयत्नं कुर्मः। आरम्भं कुर्मः। प्रथमः श्लोकः कः? तत्र भूमा भगिनी भवती दृष्टवती वा गीताम्? आं भगिनि। एकवारं वदतु अत्र सप्तमाध्यायस्य पञ्चविंशतितमं श्लोकं दृष्ट्वा वदतु। नाहं प्रकाशः सर्वस्य योगमायासमावृतः मूढोऽयं नाभिजानाति लोको मामजन्मव्यथव्ययम्। अत्र न अहं वदतु। न अहं न योगः अहम् अहम् अस्मिन् श्लोके अस्ति। गुणसन्धिः भवति तत्र गुणसन्धिः नास्ति। न योगः अहं सवर्णदीर्घसन्धिः सवर्णदीर्घसन्धिः आ योगः आकारः ओके अह नाहं नेक्स्ट्। अत्र अस्मिन् श्लोके अन्वयं दृष्टवती वा? अन्वयम् अन्वयः कः इत्युक्ते नाहं प्रकाशः सर्वस्य इत्युक्ते सर्वस्य सर्वेषां कृते अहं न प्रकाशः अहं योगमायासमावृतः इति तत्र अन्वयः भवति। अहं कीदृशः? अहं योगमायासमावृतः इति भगवान् वदति, अपि च सर्वेषां कृते अहं न प्रकाशः इति तत्र इत्युक्ते एव्रिबडी केन् सी मी। वदतु। कोऽपि मां द्रष्टुं न शक्यते. तदेव. अग्रिमं श्लोकमपि वदतु. अष्टमे अध्याये चतुर्थः श्लोकः. अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोऽहमेवात्र देहे देहभृतां वर अधियज्ञः अहम् एव. तदेव वाक्यम्. अहमेव अधियज्ञः. अत्र इतोपि अन्वयं पश्यामश्चेत् अत्र देहे अहमेव अधियज्ञः. उत्तमम् उत्तमं भगिनि, धन्यवादः. अनन्तरम् उषा भगिनी भवती वदतु अग्रिमम्. अष्टमाध्यायस्य चतुर्दश श्लोकः. उषा भगिनी अस्ति वा? अस्ति, अस्मि भगिनि. वदतु. अनन्ये चेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः. तत्र अहमस्ति तस्याहं तस्य अहम्. उत्तमं. कस्य अहम्? श्लोकं पूर्णतया दृष्टवती वा? अनन्ये चेताः सततं यो मां स्मरति नित्यशः. नित्यशः लैक् ये माम् इत्युक्ते कृष्णः स्मरति, नित्यं स्मरति मां. तस्य कृते, तस्य कृते अहं सुलभः. अहं सुलभः. उत्तमं. पार्थ, पार्थ, पार्थ इति सम्बोधनं. तस्याहं सुलभः पार्थ. तत्र तस्याहं, तत्रापि सवर्णदीर्घसन्धिः अस्ति. नित्ययुक्तस्य योगिनः कृते अहं सुलभः इति भगवान् वदति. नमस्ते भगिनि. सुजाता, स्वागतम्. उषा भगिनी अग्रिमं श्लोकमपि करोतु. मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्तानि सर्वभूतानि न चाहं तेष्वस्थितः. मया मत्तानि च अहं मत्तानि सर्वभूतानि न च अहम्. तावदेव. मया इत्युक्ते चतुर्थ तृतीयविभक्ति. मया बै मी. तत्र अन्वयं पश्यामश्चेत् किं भवति इत्युक्ते सर्वभूतानि मत् स्थाने इत्युक्ते सर्वभूतानि मयि एव सन्ति, किन्तु तेषु अहं न अवस्थितः. न चाहं, न च अहं तेषु अवस्थितः. तेषु अहं न अवस्थितः, तादृशरीत्या लिखितमस्ति. अवस्थितः इत्युक्ते न तिष्ठन्ति. तिष्ठामि, न तिष्ठामि इत्युक्ते इतोपि तत्र अर्थः कः? तत्र भाष्यं किं वदति? एतत् सर्वं द्रष्टव्यं. तदर्थं किमर्थं तादृशरीत्या भगवान् उक्तवान् इति, तत्र बहवः विषयाः सन्ति. किन्तु अस्माकं कार्यं तु न चाहं तेषु अवस्थितः. न च तेषु अहं न अवस्थितः. उत्तमम्. अनन्तरम् अत्र वेदा भगिनी भवती करोतु अग्रिमम्. अस्ति वा वेदा भगिनी? नो चेत् उषा भगिनी भवती एव करोतु. करोतु. महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्ति अनन्यमनसो ज्ञात्वा भूधादिमव्ययम्. भगिनी तत्र नवमाध्यायस्य षोडशं श्लोकं 9.16. अहं क्रतुरहं यज्ञः स्वदाहमहमौषधं मन्त्रोऽहमहं मे वाज्यमहं वाज्य मा अग्निग्रहं हुतम् अग्निरहं हुतम् अहं फस्ट् वर्ड् अहं क्रतुरहं क्रतुः अहं तत्र विसर्गसन्धिः भवति. अत्र अहम् अहमेव क्रतुः अहमेव यज्ञः अहमेव यज्ञः स्वदाहम् अहम् औषधम् अहम् अपि च मन्त्रः मन्त्रो अहं मन्त्रोऽहम् इत्युक्ते मन्त्रः अहम् अहं मन्त्रः अहं मे वाज्यम् अहम् अग्निः अहम् अग्निः देन् अहं हुतं सो अहं बहुवारम् आगतम् अहमेव आज्यम् अहमेव आज्यम् अहम् अहम् अग्निः अहं हुतं सर्वम् अहमेव उत्तमम् अग्रिमं करोतु भगिनि. अग्रिमं 9:29 समोऽहं सर्वभूतेषु न मे द्वेषो अस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहं समः अहं सर्वभूतेषु न मे द्वेष्यो अस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि तेषु च आप्य अहम्. अत्र आरम्भे एकवारम् अहम् अस्ति अहं समः अहं सर्वभूतेषु समः मे इत्युक्ते तत्र मे इत्यस्य अर्थः मम मम कृते प्रियः अथवा द्वेष्यः न अस्ति नास्ति. अग्रिमं करोतु. 10.2 नमे विदुः सुरगणाः प्रभवं न सह महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः न मे विदुः सुरगणाः प्रभवं न महर्ष्यः अहम् आदिर्हि अहं देवानां महर्षीणां च सर्वशः अहम् इत्युक्ते तत्र अहम् अस्ति अहं तस्मिन् अत्र अन्वयवाक्यं किं भवति इत्युक्ते अहं देवानां महर्षीणां च सर्वशः आदिः आर्दिः अहमेव आदिः इति जानातु देवानां महर्षीणाम् आदिः अहमेव इति परमात्मा वदति. उत्तमं भगिनी. अनन्तरं पुनः एकवारं भूमा भगिनी भवती एव करोतु. अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्च मध्यं च भूतानाम् अन्त एव च अहम् आत्मा अहम् आदिः अहम् आत्मा सर्वभूताशयः अहं स्थितः अहमेव आत्मा इत्युक्ते अत्र किं वदति गुडाकेश इति सम्बोधनमस्ति अहं सर्वभूताशयस्थितः अहं कीदृशः इत्युक्ते अहं सर्वभूताशयस्थितः इतोपि भूतानाम् आदिः मध्यम् अन्तः च अहमेव इति परमात्मा वदति. उत्तमम्. अग्रिमं करोतु भगिनि. अष्टमश्लोकः न भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः भवान् भवान् इत्युक्ते अत्र भवान् शब्दः अस्ति तत्र श्लोकः श्लोके किं दत्तमस्ति भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः तत्र केचन जनाः तेषां नामानि दत्तानि तत्र भवान् अस्ति एव श्लोके अग्रिमं करोतु भगिनि भवान् सम्बोधन अस्ति वा भीष्मः विशेषणमस्ति वा भवान् भीष्मः भवान् सम्बोधनं नास्ति भगिनि तत्र श्लोके किं दत्तमस्ति भूमा भगिनी भवती दृष्टवती वा कोऽपि दृष्टवान् वा अत्र मम समीपे स्वामि दयानन्द अरुणा भगिनी किञ्चित् वदतु तत्र श्लोकस्य विषये इतोपि किम् अवगतवती भवती स्वामि दयानन्द सरस्वती पुस्तकमस्ति दयानन्दस्य पुस्तकमस्ति तत्र वदति युवर् आनर् भीष्म कर्ण कृपा इति तदेव अहं पृच्छामि भवान् हे भवान् सञ्जय धृतराष्ट्रराजान् सम्बोधनं करोति दुर्योधनः आचार्यं पृच्छति हे भवान् भीष्मस्य कर्णस्य कृपश्च इति अहं मन्ये भवान् सम्बोधन द्रोणाचार्यस्य सम्बोधन न सम्बोधनं आचार्यकृतम् आचार्यभिः अपि इत्युक्ते इत्युक्ते अत्र द्रोणाचार्यम् उद्दिश्य वदति इति कृत्वा तत्र भवान् इति सम्बोधयति उत्तमं तावदेव अग्रिमम् अत्र अरुणा भगिनी भवती करोतु दशमाध्यायस्य द्वादशं श्लोकं दृष्ट्वा वदतु परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् अधिदेवम् अजं विभुम् अत्र भवान् प्रथमपादे अस्ति परं ब्रह्म परं धाम पवित्रं परमं भवान् इत्युक्ते भवान् परं ब्रह्म परं धाम परमं पवित्रं परमं पवित्रं अत्र ब्रह्मशब्दः तत्र ब्रह्म इति पदं नकारान्तपदं तथा एव धाम इति पदमपि नकारान्तपदं धामन् इति प्रातिपदिकमस्ति तथा एव ब्रह्म इति पदं नपुंसकलिङ्गपदं ब्रह्म ब्रह्मणि ब्रह्माणि इति रूपाणि भवन्ति तथा एव ब्रह्मा आकार तत्र दीर्घ आकारः श्रूयते तत्पदं तु पुंलिङ्गपदं ब्रह्मा इति वदामश्चेत् अत्र त्रिमूर्तयः सन्ति तत्र ब्रह्म विष्णुमहेश्वरः तत्र ब्रह्मा इति वक्तव्यं किन्तु परं ब्रह्म तत्र नपुंसकलिङ्गपदं वक्तव्यम् इत्युक्ते ब्रह्म ह्रस्वपद ह्रस्व अकारान्तं तत्र अन्ते श्रूयते चेत् तत्र नपुंसकलिङ्गपदं दीर्घ आकारः अस्ति चेत् पुंलिङ्गपदं भवति तदर्थमेव तत्र ब्रह्माशब्दस्य रूपाणि आत्माशब्दवत् भवन्ति उत्तमम् अनन्तरम् अत्र अरुणा भगिनी भवती करोतु अग्रिमम् एकादशाध्यायस्य एकत्रिंशत्तमम् आख्याहिमेको भवान् भवान् उग्ररूपः नमोऽस्तु ते देववरप्रसीद विघ्नरतमिच्छामि भवन्त्यमाद्यं नहि प्रजानामि तव प्रकृतिम् आख्याहि मे कः भवान् अनु उग्ररूपः नमः अस्तु ते देववरः प्रसीद देववर प्रसीद इत्युक्ते अत्र देववर इति सम्बोधनमस्ति प्रसीद प्रसीद इति क्रियापदमस्ति तत्र सः किम् अर्जुनः किं वदति भवान् उग्ररूपः भवान् उग्ररूपः अपि च भवान् कः मे आख्याहि मे इत्युक्ते मम आख्याहि इति कीदृशं पदं क्रियापदं क्रियापदं लोट् लकार मध्यमपुरुषे उत्तमं देववर भवान् उग्ररूपः अपि तु भवान् कः अस्माकं विषयः तु भवान् कः एव को भवान् आख्याहि मे मे आख्याहि मां वदतु इति अर्जुनः पृच्छति इत्युक्ते विश्वरूपसन्दर्शनयोगे मह्यम् अथवा मम अत्र किं भवति मे आख्याहि माम् आख्याहि द्वितीया भवति इति भाति उत्तमम् अग्रिमम् अत्र एतत् सङ्ख्याकेषु श्लोकेषु त्वम् इति शब्दम् अन्विष्यत इति लिखितमस्ति भवती एव करोतु अग्रिमम् श्रीभगवान् उवाच अशोच्यान् अन्वशोचस्त्वं कथना वादं स भासते नानुशोचन्ति पण्डिताः त्वं पदम् अशोच्यान् अन्वशोचः त्वं कथना वादां वादां च भासते त्वं भाससे इति क्रिया भाससे क्रियापदं त्वं भाससे किं भाससे प्रज्ञावान् वान् इति तत्र कर्मपदं किं प्रज्ञावादान् प्रज्ञावादान् अत्र एकवचनं प्रज्ञावादः त्वं कीदृशः पण्डित तत्र विशेषणमस्ति त्वं कीदृशः इत्युक्ते अशोच्यान् अन्वशोचः अपि च त्वं प्रज्ञावादान् भाषसे इति तत्र वाक्यं भवति उत्तमम् अनन्तरम् अत्र पुनः एकवारं धन्यवादः भगिनी पुनः एकवारं उषा भगिनी भवती करोतु आम् भगिनि नत्वेवाहं जातु नासं न त्वं नेमि जनादिपाः न चैव न भविष्यामः सर्वे वयम् अतः परं न त्वेवाहं जातु नासं न त्वं न त्वं तत्र भगिनी तत्र न तु एव अहं न तु एव अहं तत्रवे अस्ति अपि च जातु नासं न त्वं त्वं तत्र नास्ति त्वम् अस्ति त्वम् अस्ति द्विवारम् अस्ति भगिनि अहमपि अस्ति त्वम् अपि अस्ति अत्र किम् अवगन्तव्यम् इत्युक्ते न तु एव अहम् अहं न अस्मि पूर्वम् अहं न आसम् जातु न आसम् आसम् इति अस् धातोः लङ्लकाररूपं न त्वं भवानपि त्वमपि न आसीः इमे जनाधिपाः न सन्ति न आसन् पूर्वं न तु एव अहं न आसं न त्वम् इमे जनाधिपाः अपि न आसन् इति तत्र अन्वयः भवति. इतोपि अग्रिमं करोतु. अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं महाबाहो नैनं शोचितुमर्हसि. अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं तथापि त्वं त्वं महाबाहो नैनं शोचितुमर्हसि. नैवं तत्र नैवं नैवम् अस्ति वा नैनम् अस्ति वा भगिनि? न एवं परन्तु पुस्तके नैनम् इति दत्तमस्ति न भगिनि? अत्र नैवम् इत्युक्ते एवं रीत्या, तत्र नैवम् इत्युक्ते सन्धिः भवति, न एवं नैवं वृद्धिसन्धिः भवति. एवं रीत्या भवान् शोचितुं न अर्हसि, त्वं शोचितुं न अर्हसि इति अस्ति. तत्र पदं तु नैवम्. अत्र महाबाहो इति सम्बोधनमस्ति, अर्जुनस्य सम्बोधनं. त्वं एनम्, एनम् इत्युक्ते तत्र इदं शब्दस्य रूपं, पुंलिङ्गरूपम्. एनम् आत्मानं नित्यजातम्. आत्मा कीदृशः? नित्यजातः. नित्यजातः एनं नित्यजातम् आत्मानं दृष्ट्वा एतत् मृतं, नित्यं मृतम् इति मन्यसे चेत्, तथा चिन्तयति चेत् चेदपि तत्र शोचितुं न अर्हसि, शोकं मा करोतु. आत्मा नित्यः इति सः वदति. त्वम् ईदृशरीत्या, एवं रीत्या चिन्तयति चेत्, चिन्तयसि चेत् तत्र तथापि मा दुःखं मा करोतु, मा अनुभवतु इति लिखितमस्ति. अग्रिमं करोतु. जातस्य हि ध्रुवो मृत्यु मृत्युः ध्रुवं जन्म मृतस्य च तस्मात् परिहार्यते न त्वं शोचितुमर्हसि न त्वं न त्वं. अत्र किं वदति? जातस्य हि ध्रुवो मृत्युः, ध्रुवः मृत्युः. तत्र मृत्युः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा जातस्य मृत्युः ध्रुवः. किन्तु तथा एव जातस्य मृतस्य जन्म ध्रुवम्. तत्र जन्म इति पदं नपुंसकलिङ्गपदम्. अतः मृतस्य जन्म ध्रुवं तस्मात्, तस्मात् इत्युक्ते तस्मात् कारणात् अपरिहार्येऽर्धे, अपरिहार्ये अर्धे त्वं शोचितुं न अर्हसि इति वदति. तस्मात् कारणात् जातस्य पुरुषस्य मृत्युः ध्रुवः, तथा एव मृतस्य च जन्म ध्रुवं. पुनर्जन्म भवति एव. तस्मात् एतत् सर्वम् अपरिहार्यः. इट् आल्वेस् हेपन्स्, अनवायडबल्. उत्तमं. तदर्थं शोचितुं न अर्हसि. उत्तमम्. अनन्तरं धन्यवादः भगिनी. प्रिया भगिनी भवती करोतु अग्रिमम्. प्रिया भगिनी अस्ति? नमस्ते भगिनि. नमस्ते. अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनितनान्येव तत्र का परिदेवना. तत्र पश्यतु द्वितीयाध्यायस्य त्रिंशत्तमं श्लोकं तत्र द्रष्टव्यम्. देहि अस्तु अस्तु, क्षम्यतां क्षम्यतां भगिनि. त्रिंशत् श्लोकम् एकनिमिषम्. देहि नित्यमवद्योऽयं देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि. तत्र त्वं कुत्र अस्ति? त्वं शोचितुम् अर्हसि. त्वं शोचितुं न अर्हसि. शोचितुं न अर्हसि. तस्मात् तस्मिन् एव श्लोके दत्तमस्ति, तस्मात् त्वं शोचितुं न अर्हसि. अर्हसि. उत्तमम्. अग्रिमम्. अग्रिमं पुटे पञ्चत्रिंशत् एकनिमिषं. त्रयस्त्रिंशत्. अथ चेत्त्वम् इमम् इमम् अथ चेत्त्व इमं धर्म्यं सङ्ग्रामं न करिष्यसि, ततस्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि. अत्र किं दत्तमस्ति, त्वम् इमं, तत्र अध चेत्त्वमिमं, तत्र अध इति एकं पदमस्ति, चेत् चेत् अपि अस्ति, त्वम् अस्ति, इमम् अस्ति, तत्र सन्धि पदविच्छेदं कुर्मः चेत् त्वम् इमं धर्म्यं सङ्ग्रामम् सङ्ग्रामं न करिष्यसि. तत्र त्वम् इति कर्तृपदमस्ति इति कृत्वा करिष्यसि कीदृशं पदम्? करिष्यसि भविष्यत्कालः मध्यमपुरुषः एकवचनं. उत्तमं. त्वं न करिष्यसि. ततः किं भवति? ततः स्वधर्मं कीर्तिं च हित्वा पापं भवति. तदेव अत्रापि भविष्यत्कालरूपम् अस्ति, अवाप्स्यसि. अवाप्स्यसि अत्रापि लोट्लकाररूपम् अस्ति. लोट्लकारकम् अवाप्स्यसि. अवाप्स्यसि धातु किं भवति अत्र? आप् आप्लु आप्नोति वयं जानीमः. अस्तु तत्र आप्नोति इत्यस्य भविष्यत्कालरूपम् आप्स्यसि. अस्तु किन्तु अत्र उपसर्गः अस्ति. उपसर्गः अस्ति. अवाप्स्यसि. अव उपसर्गपूर्वकः आप्लु धातुः. आप्तातुः. तथा एव साधारणं पदमेव, आप्नोति, प्राप्नोति, अवाप्नोति. अत्र लट्लकाररूपम् अवाप्नोति. अवाप्नोति. किन्तु अत्र लृट् दत्तमस्ति, भविष्यत्कालरूपम् अस्ति. भविष्यत्काल अवम् अवाप्स्यति. अवाप्स्यतः अवाप्स्यन्ति. इत्युक्ते प्रथमपुरुषरूपाणि. प्रथमपुरुषः अवाप्स्यसि, मध्यमपुरुषः एकवचनं अवाप्स्यसि. अस्तु. उत्तमम् उत्तमम्. अग्रिमं करोतु. अग्रिमं पञ्चत्रिंशदेव. भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः, येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्. अत्र त्वं बहुमतो भूत्वा यास्यसि लाघवम्. प्राप्नोति लाघवमेव अर्थम्. उत्तमम्. इत्युक्ते तत्र अन्वयं लिखामश्चेत् त्वं बहुमतः, इदानीं पर्यन्तं त्वं बहुमतः अस्ति, परन्तु एते जनाः, अत्र अन्ये जनाः, येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि. लाघवम्. लाघवम् इत्युक्ते लघोः भावः. लघोः लघुत्वं. लघुत्वं. तदनन्तरम् इतोपि त्वाम् अपि अस्ति. तत्र त्वम् इति प्रथमान्तं रूपं, किन्तु त्वां द्वितीयान्तं रूपम्. तत्र अन्वयवाक्यं किं भवति इत्युक्ते, भवान् भयकारणेन अथवा भयात् रणात् रणात् त्वाम् उपरतम् इति मन्यन्ते. एते महारथाः, तत्र युद्धे बहवः महारथाः सन्ति, ते सर्वे भवान् एतस्मात् रणात् उपरतः भूत्वा पलायितवान् इति ते चिन्तयन्ति. अस्तु अत्र मन् यास्यसि यास्यसि कीदृशं पदम् यास्यसि अपि भविष्यत्काले एव मध्यमपुरुषः एकवचनं तत्र धातुः या धातुः याति याति गच्छति गच्छति एव याति गच्छति याति यातः यान्ति यान्ति याति यातः यान्ति याति अदादिगणे वा अदादिगणे अति अहं मन्ये तथैव तत्र विकरणप्रत्ययः नास्ति इति कृत्वा द्रष्टव्यं कोऽपि पश्यन्तु तत्र अष्टाध्यायी डाट् काम् पश्यन्तु याति या धातोः रूपम् अनन्तरम् अत्र मन् धातोः रूपं मन् धातोः रूपं मन्येते वयं जानीमः दिवादिगणीयधातुः तस्य लृट् लकाररूपं किं भवति मंस्यते उत्तमं मंस्यते तत्र बहुवचनरूपं किं भवति मंस्यते मंस्यन्ते उत्तमम् अत्र महारथाः मंस्यन्ते महारथाः इत्युक्ते तत्र रथः न महारथाः इत्युक्ते बहुव्रीहिसमासः तत्र अस्ति इत्युक्ते येषां महान् रथः अस्ति यस्य महान् रथः अस्ति सः महारथः भीष्मः एकः महारथः द्रोणः महारथः तादृशरीत्या एते महारथाः भवान् युद्धात् भयकारणेन पलायितवान् इति ते मन्स्यन्ते महारथाः अदादिगणे तदेव मम चिन्तनम् अस्तु धन्यवादः भगिनी अनन्तरम् अत्र इतोपि गृहपाठविषये एव चिन्तनं कुर्मः अग्रिमे पुटे अभ्यासद्वयमस्ति तौ द्वौ अभ्यासौ कृतवन्तः इति मम चिन्तनं तदभ्यासद्वयम् अधुना कुर्मः पुनः एकवारम् अत्र सुजाता भगिनी भवती कर्तुम् इच्छति वा आं भगिनि करोतु यदो हरणं रिक्तस्थानानि पूरयत भवान् सिद्धः भगिनी तद् वयं कृतवन्तः मम चिन्तनमस्ति तत्र षष्ठ अभ्यासात् आरभ्य ओके ओके वन् मिनिट् भगिनि सप्तदशे पुटे शब्दयोः संयोजनेन वाक्यं रचयत तत्र तस्मिन् विषये किञ्चित् वदतु तत्र कानिचन पदानि सन्ति प्रत्येकं पदं स्वीकृत्य वदतु उचितशब्दयोः जानाति वा तत्र रूपं कीदृशं रूपम् अस्ति विभक्तिः का विभक्तिः का वचनं किम् अस्ति विभक्ति बहुवचनं तत्र षष्टि षष्टि विभक्ति द्विवचनं द्विवचनं उचितशब्दयोः षष्टि द्विवचनरूपम् अस्ति तदनन्तरम् अग्रिमं पदमस्ति संयोजनं साधारणतया ल्युडन्तपदम् अस्ति चेत् तस्मात् पूर्वं षष्टिविभक्तेः उपयोगः भवति अत्र संयोजनम् इति पदमस्ति संयोजनेन विभक्तिः का तृतीयविभक्ति एकवचनं किन्तु पदमस्ति नपुंसकलिङ्गपदं संयोजनं वाक्यं रचयत रचयत कीदृशं पदम् कोऽपि वदतु क्रियापद मध्यमपुरुष लोट्लकारः मध्यमपुरुष बहुवचनरूपम् अस्ति. चिन्ता मास्तु भगिनि, वयं सर्वे अत्र चिन्तनं कुर्मः, चिन्ता मास्तु. अत्र रचयति इति पदस्य रूपमेव अत्र लोट् रूपं दत्तमस्ति, बहुवचनरूपम्. उत्तमम्. अत्र आरम्भे उदाहरणमस्ति, उदाहरणं पठतु. यदा त्वं सुभद्रा, त्वं सुभद्रा, अत्र सुभद्रा, सुभद्रा कीदृशं पदम्? सुभद्रा स्त्रीलिङ्गपदम्. अपि च स्त्रीलिङ्ग प्रथमा विभक्ति एकवचन आकारान्तपदम्. प्रथमं करोतु. त्वं सुभद्रा अवाम् आवां शिष्यौ. आवां शिष्यौ, नो चेत्, नो चेत् अन्यत् पदं स्वीकरोतु. आवां सम्यक् एव, शिष्यौ भ्रातरौ. उत्तमम्. अग्रिमं. वयं वयं गोपिकाः अथवा वयं आचार्याः अथवा आचार्याः अथवा शिक्षकाः. शिक्षकाः. उत्तमम्. अग्रिमं. युवां शिष्यौ. शिष्यौ अथवा युवां भ्रातरौ. भ्रातरौ. युवां कीदृशं पदम्? युवां सर्वनाम पदं, मध्यमपुरुष द्विवचनं. द्विवचनं. युष्मत् शब्दः. युष्मत् शब्दः. द्विवचनरूपम् अत्र चेतव्यं. चिनोतु, वदतु, अग्रिमं करोतु. अहं सैनिकः. अहं पादः. अहं सुभद्रा. अहं सुभद्रा अपि भवितुमर्हति, अपि भवितुमर्हति इत्युक्ते स्त्रीलिङ्गे वक्तुम् इच्छति चेत्. उत्तमम्. उत्तमं भगिनि. अनन्तरम् अत्र पुनः भूमा भगिनी भवती करोतु अग्रिमं. भवान् सैनिकः, भवान् पार्थः, भवान् सुभद्रा. अत्र भवान् पार्थः अथवा भवान् सैनिकः, द्वयमपि साधु एव. किन्तु सुभद्रा वदामश्चेत् किं वदामः? भवती सुभद्रा. उत्तमम्. अग्रिमं. यूयं शिक्षकाः, यूयम् आचार्याः, यूयम् गोपिकाः. गोपिकाः इत्युक्ते तत्र स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् गोपिकाः इति भवति, पुंलिङ्गे वदामश्चेत् आचार्याः शिक्षकाः अपि साधु एव. गोपिकाः, गोपिका, गोपिकः, गोपिकः इस् नाट् गोपकः. गोपकाः अथवा गोपाः. गोपा. भवन्तः शिक्षकाः, भवन्तः आचार्याः. तावदेव. भवन्तः वदतु महोदय. Which page are you on? भगिनी वदतु, कस्मिन् पुटे स्मः वयं? सप्तदशे पुटे सप्तदशी सेवेन्टीन् सेवेन्टीन् सेवेन्टीन् अष्ट गीतासोपानं प्रथमभागः गीतासोपानं प्रथमभागे अत्र सप्तदशे पुटे स्मः. उत्तमं भगिनि. अत्र भवन्तः शिक्षकाः वा आचार्याः अथवा कोऽपि वा भवति इत्युक्ते अत्र किम् अवगन्तव्यम्? अत्र अनेन अभ्यासेन भवती किम् अवगतवती? पुल्लिङ्गशब्दः एकवचनं द्विवचनम् इति त्रिषु लिङ्गेषु कश्चन पदानि सन्ति. एकवचनं द्विवचनं बहुवचनं रचितव्यम्. उत्तमम्. इत्युक्ते अत्र प्रथमपुरुषकर्तृपदानि उत्तमपुरुषकर्तृपदानि मध्यमपुरुषकर्तृपदानि दत्तानि, अपि च कानिचन सुबन्तपदानि केवलं नामपदानि दत्तानि. तत्र अस्माभिः किम् अवगन्तव्यम् इत्युक्ते लिङ्गं, वचनम्, अपि च पदस्य अन्तः कः, अकारान्तपदं वा ईकारान्तपदं वा पुंलिङ्गपदं वा, एतत् सर्वं वयम् अवगन्तुं शक्नुमः अनेन अभ्यासेन. उत्तमम्. अनन्तरं सप्तमः अभ्यासः अस्ति. अत्र उषा भगिनी भवती करोतु. आं भगिनि. कोष्टके विद्यमानानां रूपाणां साहाय्येन रिक्तस्थानं पूरयत. कोष्टके सप्तमविभक्ति अस्ति. विद्यमानानां षष्टि बहुवचनं, रूपाणामपि षष्टि बहुवचनं, विशेषणविशेष्यम् अस्ति. साहाय्येन तृतीया विभक्ति, रिक्तस्थानं कर्मपदं, पूरयत लोट्लकार बहुवचनं मध्यमपुरुष. अत्र विशेष्यं किं, विशेषणं किम्? विशेषणं विद्यमानानां रूपाणां विशेष्यं. विशेष विद्यमानं तत्र इतोपि वदतु तस्मिन् विषये. शाणप्रत्यय अस्ति. शाणजन्तरूपम्. अत्र धातुः कः? विद्धातु. तस्य लट्लकाररूपं किं? विद्यते. विद्यते. उत्तमं. विद्यते इत्यस्मात् आत्मनेपदिरूपम् अस्ति. विद्यते इत्यस्मात् शाणजन्तरूपं विद्यमान, तथा एव वर्तते इत्यस्मात् वर्तमान रूपाणि वर्तमानकालः. वदतु भगिनि. रूपाणां विशेष्यं विद्यमानानां विशेषणं विशेषणं रूपाणि रूपाणि इति विशेष्यं विशेष्यं. कीदृशरूपाणि? विद्यमानं रूपं, विद्यमानानि रूपाणि, विद्यमानानां रूपाणां साहाय्येन रिक्तस्थानं पूरयत. उत्तमं भगिनि. उषा भगिनि अग्रिमं करोतु. अहं कोष्टके दत्तमस्ति. अहम्, आवां, वयं, त्वं, इवां. अहम्, आवां, वयम् अस्मत् दकारान्तः अस्मत् शब्दः अस्ति. त्वं, इवां, यूयं दकारान्तः युष्मत् शब्दः अस्ति. अपि च भवान्, भवन्तौ, भवन्तः तकारान्तः पुंलिङ्गः भवत् शब्दः अस्ति. भवती, भवत्यौ, भवत्यः स्त्रीलिङ्गे भवत् शब्दः अस्ति. स्त्रीलिङ्गे भवती शब्दः भवती भवती शब्दः भवती शब्दः अस्ति. अपि च जिज्ञासुः, कविः. जिज्ञासुः उकारान्तः पुंलिङ्गशब्दः अस्ति. कविः हरिः शब्दवत् अस्ति, इकारान्तः पुंलिङ्गः. गुरुः उकारान्तः पुंलिङ्गः. लेखिका आकारान्तस्त्रीलिङ्गशब्दः. युवती भवती शब्दवत् अस्ति, स्त्रीलिङ्गः ईकारान्त. गायिका आकारान्तस्त्रीलिङ्ग अस्ति, रमाशब्दवत्. आचार्यः अकारान्तः पुंलिङ्गः शब्दः अस्ति. सखी ईकारान्तस्त्रीलिङ्गशब्दः अस्ति, नदीशब्दवत्. मित्रम् नपुंसकलिङ्ग अकारान्त नपुंसकलिङ्ग अस्ति. उत्तमं भगिनि, उत्तमरीत्या उक्तवती. अपि च अत्र प्रथमे कोष्टके कीदृशानि पदानि दत्तानि, द्वितीये कोष्टके कीदृशानि पदानि? प्रथमे कोष्टके प्रथमपुरुषः सर्वनामपदानि, सर्वनामपदानि प्रथमपुरुषः, अपि च मध्यमपुरुषः सर्वनामपदानि, उत्तमपुरुषः अपि अहमपि अस्ति तत्र. अत्र द्वितीयकोष्टके कीदृशानि पदानि दत्तानि? द्वितीयकोष्टके जिज्ञासुना इति न भगिनि, तत्र तानि कीदृशानि पदानि? इत्युक्ते अत्र तानि पदानि केवलं नामपदानि, सुबन्तपदानि, नौन्स् इति वदामः. किन्तु अत्र पुंलिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे अपि कानिचन पदानि सन्ति. मित्रं नपुंसकलिङ्गपदं, किन्तु गायिका स्त्रीलिङ्गपदम्. इत्युक्ते आकारान्त ईकारान्त पुंलिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गपदानि दत्तानि. अत्र जिज्ञासुः इत्युक्ते कः? जिज्ञासुः इत्युक्ते किमर्थं पठनं कुर्मः चेत् उत्तमम्. इत्युक्ते यस्मिन् जिज्ञासा अस्ति, यस्मिन् जिज्ञासा अस्ति सः जिज्ञासुः. अत्र ज्ञातुम् इच्छा, जिज्ञासा, तत्र ज्ञाधातुः, ज्ञाधातोः रूपमेव जानाति. किन्तु अत्र सन् प्रत्ययान्तरूपमस्ति, सन्नन्तरूपमस्ति इति कृत्वा ज्ञाधातोः सन्नन्तरूपमेव जिज्ञासा. किन्तु अत्र जिज्ञासुः इति दत्तमस्ति. यस्मिन् जिज्ञासा अस्ति सः जिज्ञासुः. अत्र जिज्ञासु शब्दस्य रूपाणि वदतु एकवारं. जिज्ञासुः गुरुशब्दवत् अस्ति. जिज्ञासुः, जिज्ञासु, जिज्ञासवः, हे जिज्ञासु, हे जिज्ञासु, हे जिज्ञासो, हे जिज्ञासु, हे जिज्ञासवः, जिज्ञासुं, जिज्ञासु, जिज्ञासून्. तत्र स्थगयतु भगिनि, तावत् पर्यन्तम्. इत्युक्ते गुरुशब्दवत् रूपाणि भवन्ति जिज्ञासुः, जिज्ञासु, जिज्ञासवः. उत्तमं भगिनि. अनन्तरम् अत्र आरम्भे उदाहरणत्वेन किं दत्तमस्ति? यथा अहं जिज्ञासुः, आवां जिज्ञासु, वयं जिज्ञासवः. अत्र पश्यतु, अहं जिज्ञासुः इति लिखितमस्ति. अत्र पुंलिङ्गे वदामश्चेदपि स्त्रीलिङ्गे अपि एकमेव पदमस्ति, जिज्ञासुः. अत्र महिला वदति चेदपि अहं जिज्ञासुः, पुरुषः वदति चेदपि अहं जिज्ञासुः इत्युक्ते एकमेव रूपं भवति तत्र. अनन्तरं प्रथमं करोतु. गायिका, भवती गायिका, भवत्यौ गायिके, भवत्यः गायिकाः. युवती अपि युवती गायिका, युवत्यौ गायिके, युवत्यः गायिकाः. गायिकाः, उत्तमम्. अहम् अहं योजयित्वा वदतु. अहं गायिका, आवां गायिके, वयं गायिकाः. उत्तमम्, उत्तमम्. वेदा भगिनी भवती करोतु अग्रिमम्. भवान् आचार्यः, भवन्तौ आचार्यौ, भवन्तः आचार्याः. अहम् आचार्यः, आवाम् आचार्यौ, वयम् आचार्याः. आचार्याः. अनन्तरं लेखिका योजयित्वा वदतु. भवती लेखिका, भवती लेखिका, भवत्यौ लेखिके, भवत्याः लेखिकाः. तत्र बहुवचनरूपं किं? लेखिकः, भवत्यः तत्र भवत्यः इति एकं पदमस्ति, भवत्याः इति पदमस्ति, तयोः भेदः कः? भवत्यः भवत्याः याः तति भवत्याः ओ भवती भवती शब्दस्य विच् रूपमिति भवतीः षष्टि इत्युक्ते तत्र भवत्यः इति वदामश्चेत् प्रथमा बहुवचनं भवति, भवत्याः तत्र दीर्घं श्रूयते अस्ति चेत् तत्र पञ्चमी एकवचनम् अथवा षष्टि एकवचनम् इत्युक्ते आहत्य अत्र भवती भवत्यौ भवत्यः तत्र अग्रिमं करोतु. त्वं युवती, युवां युवत्यौ, यूयं युवत्यः. त्वं युवती और अहं युवती, अहं युवती अपि साधु एव, साधु एव. अहं युवती, आवां युवत्यौ, वयं युवत्यः. अनन्तरं सखी योजयित्वा वदतु. सखी, त्वं सखी, युवां सख्यौ, यूयं सख्यः. सख्यौ सख्यः. तत्र त्वं योजयित्वा उक्तवती वा? त्वं सखी, त्वं सखी, युवां सख्यौ, यूयं सख्यः. सख्यः अन्तिमं पदमस्ति. मित्रं, मित्रं, भवान् मित्रं, भवान् मित्रं, भवन्तौ मित्रे, मित्रं मित्रे, भवन्तः मित्राणि, मित्राणि. उत्तमम्. ईदृशरीत्या अभ्यासं कुर्मः चेत् अस्माकं को लाभः? को लाभः? लाभः किं रचयितुं शक्नुमः? कोऽपि वदतु अनेन अभ्यासेन लाभः कः? किं रचयितुं शक्नुमः? सर्वनामपद उपयोगं किं कर्तुमिति ज्ञातवन्तः. इत्युक्ते सर्वनामपदेन सह, नामपदेन सह, सर्व अथवा नामपदेन सह सर्वनामपदमपि योजयित्वा अभ्यासं कुर्मः चेत् तत्र लाभः एव. तदेव. अनन्तरम् अत्र महात्मानः गीताविषये एवं वदन्ति. महात्मानः किं वदन्ति गीतायाः विषये? अत्र महात्मानः कीदृशं पदं कोऽपि वदतु. अत्र आत्मा इति पदं कीदृशं पदम्? रूपाणि वदन्तु, प्रथमाविभक्त्यन्तरूपाणि. आत्मा, आत्मानौ, आत्मानः. आत्मानः इत्युक्ते नकारान्त पुंलिङ्गपदमस्ति, किन्तु अत्र महात्मानः इति लिखितमस्ति. इत्युक्ते महान् आत्मा यस्य सः, अत्र बहुव्रीहिसमासः अस्ति, किन्तु बहुवचनरूपम् अस्ति. अत्र महात्मानः इति बहुवचनरूपं, किन्तु एकवचनं किं भवति? महात्मा. अत्र बहुवचनरूपम् इति कथं जानीमः? वदन्ति क्रियापदमस्ति, अन्वय अभवत्. उत्तमं. वदन्ति, अत्र वदन्ती अस्ति. अत्र एकवचने वदामश्चेत् किं वदामः? महात्मा वदति. महात्मा एवं रीत्या वदति. कस्मिन् विषये? गीताविषये. किं वदति? अत्र भवती एव करोतु, वेदा भगिनी वदतु. यथा अहं जानामि, विश्वसाहित्यसङ्ग्रहे कोऽपि तादृशः अन्यः ग्रन्थः नास्ति यः भगवद्गीता इव सर्वश्रेष्ठः स्यात्. यथा अहं जानामि, विश्वसाहित्यसङ्ग्रहे कोऽपि तादृशः अन्य ग्रन्थः नास्ति यः भगवद्गीता इव सर्वश्रेष्ठः अयं विश्वे कोऽपि विश्वे कोऽपि साहित्य भगवद्गीता एव नास्ति. भगवद्गीता सर्वश्रेष्ठः अस्ति. तादृशः ग्रन्थः कोऽपि नास्ति यथा अहं जानामि. इत्युक्ते एतत् सर्वं कः उक्तवान्? मदन्मोहन् मालवीय मालवीयः. यथा अहं जानामि इत्युक्ते यावत् अहं जानामि, यावत् मम ज्ञानम् अस्ति, यावत् अहं जानामि, विश्वसाहित्यसङ्ग्रहे कोऽपि तादृशः अन्यः ग्रन्थः नास्ति. अत्र एतानि पदानि अत्र कोऽपि तादृशः अन्यः ग्रन्थः, एतानि सर्वाणि पदानि ग्रन्थस्य कृते विशेषणानि, विशेषभावः अस्ति. विश्वसाहित्यसङ्ग्रहे तत्र विभक्तिः का? विश्वस्य साहित्यं वा? तत्र समस्तपदमस्ति, किन्तु समस्तपदस्य अत्र विभक्तिः का? सङ्ग्रहे सप्तमी विभक्ति. सप्तमी विभक्ति, उत्तमम्. अत्र कानिचन पदानि सन्ति. कति पदानि इत्युक्ते विश्वं, साहित्यं, सङ्ग्रहः, सङ्ग्रहः इति पुंलिङ्गपदमस्ति. अत्र साहित्यम् इति पदमस्ति. तत्र साहित्यम् इत्युक्ते तत्र तत्र तद्धितान्तरूपम् इति मम चिन्तनम् अस्ति. सहितस्य भावः, साहित्यस्य भावः, सहितस्य भावः साहित्यम्. विश्वसाहित्यसङ्ग्रहे कोऽपि ग्रन्थः नास्ति यः भगवद्गीता इव सर्वश्रेष्ठः स्यात्. अत्र भगवद्गीता इति पदमपि समस्तपदम्. अत्र अरुणा भगिनी किञ्चित् वदतु, अत्र विग्रहवाक्यं किं भवति? भगवद्गीता भगवद्गीता अस्ति एकवचनम् अवश्यं. भगवत् अत्र मन्ये भगवतः गीता भगवद्गीता तथा चिन्तयामः, किन्तु तत्र विग्रहवाक्यं तु विशेषतया भगवता गीता तृतीयाविभक्त्यन्तरूपं वक्तव्यं. भगवता गीता तृतीया तत्पुरुषसमासः भवति तत्र. भगवता गीता, भगवता गीता. अत्र भगवत् इति प्रातिपदिकमस्ति. भगवत् प्रातिपदिकात् पुंलिङ्गरूपं किम् आयाति? भगवान् भगवन्तौ भगवन्तः भगवान् भगवान् इति पुंलिङ्गरूपं भगवान् भवति, किन्तु स्त्रीलिङ्गरूपं भगवती भगवती. अत्र यदा समस्तपदं निर्मामः तदा प्रातिपदिकं स्वीकृत्य वक्तव्यं. तदर्थं भगवत् योगः गीता, किन्तु विग्रहवाक्यं भगवता गीता भवति. अत्र सर्वश्रेष्ठः, अत्र श्रेष्ठः इति पदम् इष्टन् प्रत्ययान्तरूपं. साधारणतया वयं बहूनि पदानि शृणुमः, कथं ज्येष्ठः, श्रेष्ठः, गरिष्ठः, कनिष्ठः, वरिष्ठः, बलिष्ठः, एतादृशानि पदानि इष्टन् प्रत्ययान्तरूपाणि. तत्र एकं सूत्रमस्ति, प्रशस्यस्य श्रः इति सूत्रेण प्रशस्य स्थाने श्रा आदेशः भवति. तेन श्रायोगः इष्ट गुणसन्धिः भूत्वा श्रेष्ठ इति रूपमायाति. अयं धर्मनिधिः ग्रन्थः इति लिखितमस्ति. अयं कीदृशं पदम्? अत्र पुंलिङ्गरूपम् अस्ति. किमर्थं पुंलिङ्गरूपम्? ग्रन्थस्य विशेषणम्. अयं ग्रन्थः कीदृशः? अयं ग्रन्थः धर्मनिधिः. धर्मनिधिः इत्युक्ते तत्र तदपि समस्तपदमस्ति. धर्मनिधिः इत्युक्ते धर्माणां निधिः इति भवति इति मम चिन्तनम्. षष्टि तत्पुरुषसमासः. अयं धर्मनिधिः ग्रन्थः न केवलं हिन्दूनां कृते अपि तु समस्तमानवजातये अस्ति. अत्र हिन्दूनां कृते इति पदद्वयमस्ति. तत्र तस्मिन् स्थाने तयोः स्थाने एकमेव पदं लिखामश्चेत् किं वदामः? हिन्दूनां कृते इत्यस्मिन् स्थाने तत्र तयोः द्वयोः पदयोः स्थाने एकमेव पदं लिखामश्चेत् किं वक्तव्यं? हिन्दु कृते अत्र हिन्दुभ्यः हिन्दुभ्यः किमर्थमित्युक्ते चतुर्थ्यन्तं रूपं बहुवचनं योजयामश्चेत् साधु भवति. कृते इत्यस्मिन् स्थाने चतुर्थी विभक्ति बहुवचनरूपं हिन्दुशब्दस्य उकारान्तपदं हिन्दु हिन्दूनां तत्र चतुर्थी बहुवचनरूपं हिन्दुभ्यः इति वदामश्चेत् साधु भवति. अत्र समस्तमानवजातिः इति प्रथमा विभक्ति अन्तपदम् अस्ति जातिः. किन्तु अत्र समस्तमानवजातये तत्र कीदृशं पदम्? जातये अत्र समस्तमानवजातये अस्ति चतुर्थी प्रथम चतुर्थी एकवचनरूपं लिखितमस्ति. इत्युक्ते समस्तमानवजातिः इति प्रथमान्तं रूपं समस्तमानवजातये अस्ति. इत्युक्ते समस्तमानवजातेः कल्याणार्थम् अथवा उपकाराय किमस्ति अयं धर्मनिधिः ग्रन्थः अस्ति. कस्मात् केषां कृते? न केवलं हिन्दूनां कृते, समस्तमानवजातये अयं ग्रन्थः अस्ति इति मदनमोहनमालवीयः उक्तवान्. अग्रिमं क्षम्यतां भगिनि, वाक्ये यः नास्ति यः भगवद्गीता इव सर्वश्रेष्ठः स्यात् यः यः सुबन्तरूपं कुत्र अन्वये गच्छति? यः ग्रन्थः यः सर्वश्रेष्ठः ग्रन्थः भगवद्गीता इव ग्रन्थः सर्वश्रेष्ठग्रन्थः नास्ति, अन्यः ग्रन्थः नास्ति. कुत्र? विश्वसाहित्यसङ्ग्रहे. विश्वसाहित्यसङ्ग्रहे कोऽपि तादृशः अन्यः ग्रन्थः नास्ति यः यः सः वयं पठितवन्तः यः सर्वश्रेष्ठः. कथं? भगवद्गीता इव सर्वश्रेष्ठः. तादृशः ग्रन्थः नास्ति. किन्तु भगिनी वदतु भगिनी, अत्र या भगवद्गीता इव इति न, अत्र अत्र पश्यतु यः यः सर्वश्रेष्ठः ग्रन्थः. अत्र ग्रन्थस्य विषये एव उक्तमस्ति, न तु भगवद्गीता इव. यः कोऽपि ग्रन्थः भगवद्गीता इव ग्रन्थः सर्वश्रेष्ठः ग्रन्थः नास्ति. इत्युक्ते ग्रन्थः इति पदस्य विशेषणं ग्रन्थस्य विषये एव अत्र उक्तमस्ति. यः सः इति तत्र अभ्यासपुस्तके वयं पठितवन्तः. किन्तु अत्र भगवद्गीता एव विषय अस्ति. भगवद्गीता सर्वाणि ग्रन्थानि अस्ति खलु? ओ, अत्र सर्वाणि अस्ति सर्वाणि ग्रन्थानि. इत्युक्ते अत्र ग्रन्थः इति पुंलिङ्गपदमस्ति, सर्वेषु ग्रन्थेषु. किन्तु अत्र एकः ग्रन्थः ग्रन्थः सर्वश्रेष्ठः इत्युक्ते एकः एव. तादृशः विश्वे बहु साहित्यमस्ति, बहु किमपि अस्ति. विश्वसाहित्यसङ्ग्रहे तादृशः अन्यग्रन्थः भगवद्गीता इव अत्र तु ग्रन्थस्य विषये एव, सः ग्रन्थः सर्वश्रेष्ठः स्यात्, तादृशः न कोऽपि अस्ति. किन्तु यद्यपि भगवद्गीता इति विषयः तु भगवद्गीता एव, किन्तु अस्मिन् वाक्ये ग्रन्थस्य विषये एव सर्वम् उक्तमस्ति. ग्रन्थः पुंलिङ्गपदमस्ति इति कृत्वा. वदतु. यथा अस्ति तथा कुत्र आनीयम्? नास्ति, किन्तु अध्यारोपणं कुर्मः. यथा साधारणतया यथा तथा युगलं कृत्वा गच्छति, किन्तु नास्ति चेदपि तत्र अवगन्तव्यम् अस्माभिः. अत्र तु भगिनी यथा इति पदस्य अर्थः तु यावत् अहं जानामि, उदाहरणमेव इत्युक्ते अत्र यथा तथा इति कण्डिशन् नास्ति. अस्तु, अनन्तरम् अत्र गीताञ्जलिभगिनी भवती करोतु, अग्रिमे पुटे किमस्ति? नमस्कारः भगिनी, क्षम्यतां विलम्बेन आगतवती. चिन्ता मास्तु. न करोति. उच्चैः पठत. एषः भीष्मः किम्? आम्, एषः भीष्मः. सः अभिमन्युः किम्? आम्, सः अभिमन्युः. एषा सरस्वती किम्? न, एषा कालिका. तत् स्यन्दनं किम्? न, तत् विमानम्. उत्तमं. भगिनी, अहम् एकं प्रश्नं पृच्छामि, भवती एतत् सर्वं पूर्वमेव पठितवती वा? आं भगिनि. आम्, अधुना पुनः एकवारं पठति वा? आं भगिनि. आम्, भवती अयं पाठः प्रथमवारं श्रुतवती वा? न भगिनि, अहं न प्रथमवारं श्रुतवती. न, इत्युक्ते अत्र अत्र अस्माकं कृते अत्र अस्मिन् पुटे किं ज्ञातव्यं, कस्मिन् विषये एतत् सर्वम् उक्तमस्ति? अत्र विषय आम्, न, अपि च किं, त्रीणि पदानि विषये लघुवाक्यं दत्तानि. अत्र किं वदामः, त्रयाणां पदानां. त्रयाणां पदानाम्, अस्तु भगिनि, विषये दत्तं. त्रयाणां पदानाम् अस्तु. त्रयाणां पदानां विषये लघुवाक्यानि दत्तानि. पुंलिङ्गम् अस्ति चेत्, स्त्रीलिङ्गम् अस्ति चेत्, अपि च नपुंसकलिङ्गम् अस्ति चेत्, आम्, न, अपि च किं, किमपि परिवर्तनं न भवति. अव्ययपदं पदानि सन्ति. उत्तमम्. अत्र भगिनि किं किं किम् इति ते वा वा इस् इट् लैक् वा किमपि साधयेव. सः अभिमन्युः किम्? अत्र अभिमन्युः वा अभिमन्युः वा? गीताञ्जलिभगिनी वदतु. अत्र एषः भीष्मः कः इति समीचीनम् अपि न भगिनि? समीचीनं, किन्तु साधारणतया किं तत्र साधारणतया किं वदामश्चेदपि साधु एव, नपुंसकलिङ्गरूपमपि साधु एव. एषः कः इति पृच्छामश्चेत् एषः भीष्मः. एषः भीष्मः किम् इत्युक्ते यथा किम् अत्र तु वा इत्यस्मिन् अर्थे, किन्तु व्याकरणलोके वा इत्युक्ते विकल्पेन तत्र भिन्नः अर्थः अपि अस्ति. वा इति वा इत्युक्ते अहमिति मन्ये भगिनी, अत्र किम् अपि च वा इति सत्यं वा इति मन्ये, किन्तु वक्तुं समये केवल किम् इति वदामः. सत्यं किं, सत्यम् इति नपुंसकलिङ्गे अस्ति, तदनन्तरं किं, सत्यं किम्, अपि च वाक्यस्य सत्यता पृच्छति विषयन तावदेव. इत्युक्ते अत्र भवती सम्यक् उक्तवती, अत्र एषः कः इति पृच्छामश्चेत् एषः भीष्मः भवति, किन्तु एषः भीष्मः किं, भवत्याः चिन्तनं किम् इति तत्र शङ्का अस्ति. तेन तत्र आम् एषः भीष्मः इति उत्तरं दत्तमस्ति. अत्र भीष्मः, भीष्मः इति पदं कोऽपि वदतु, भीष्मः कः? भीष्मप्रतिज्ञा यः भीष्मप्रतिज्ञा स्वीकृतवान् सः भीष्मः. उत्तमम्. अत्र यदि वयं शब्दकोशं पश्यामश्चेत् भीष्मशब्दः विशेषणमस्ति. इत्युक्ते भीष्मः, भीष्मं, भीष्मा इति त्रीणि रूपाणि भवन्ति, किन्तु पुंलिङ्गे भीष्मः. अत्र घोरं अत्र युद्धम् इति पदमस्ति चेत् भीष्मं युद्धम् इति वक्तुं शक्नुमः. इत्युक्ते अत्र भीष्मशब्दः त्रिषु लिङ्गेषु रूपाणि भवन्ति. यथा भगिनी उक्तवती, यः भीषणां प्रतिज्ञां कृतवान्, अत्र भीष्म इति पदस्य अर्थः तु भयानक. अस्तु महोदय, वदतु. I said I was getting, I thought I got cut off, but I'm okay. Astu. Atra bhishmaha ichukte bhayanakaha. Yaha bhishanam pratignyam krutavan sahayeva. Anantram abhimanyuhu iti padam dattamasti. Atra manyuhu, sadhanate vayam shrunimaha, manyusuktam. अत्र मन्युः क्रोधः, क्रोधः अथवा रोषः इति अर्थः. मन्युः इत्युक्ते अत्र अग्निः अथवा शिवः इत्यस्य विशेषणमपि अस्ति. अभि इति उपसर्गः, अभिमन्युः इति लिखितमस्ति. इत्युक्ते मम चिन्तनमस्ति पर्सोनिफिकेशन् आफ् एङ्गर् इति अभिमन्युः इति अर्थः इति मम चिन्तनं. अनन्तरम् अत्र एषा सरस्वती किम् इति लिखितमस्ति. अत्र चित्रं दृष्ट्वा किं वक्तव्यम्? कालिका, न एषा कालिका, काली, कालिका, काली इति ईकारान्तपदं, किन्तु कालिका इति आकारान्त स्त्रीलिङ्गपदम्. अर्थः समानेव, अर्थः तु समानः. कालिका, काली इत्युक्ते किमर्थं काली? कृष्ण, यः पुरुषः कृष्ण, स्त्रीलिङ्गम् अस्ति चेत् काली. अत्र काला रङ्ग् मे कृष्ण, कृष्णवर्ण, कृष्णवर्णमे अस्ति इति कृत्वा काली. तथा एव गौरी इति पदमस्ति. गौरी किमर्थम्? उत्तमं. तत्र काली, गौरी इत्युक्ते वर्णम् आश्रित्य तत्र रूपं दत्तमस्ति. स्यन्दनं, स्यन्दनम् इत्युक्ते रथं, रथः. स्यन्दनम्, एतत् स्यन्दनं किं, न तत् विमानं. वयम् अभ्यासपुस्तके एतत् सर्वं पठितवन्तः. अत्र आम् न किम्, अत्र आम् इत्युक्ते गीताञ्जलिभगिनी इतोपि किञ्चित् वदतु. आम् न तत्र आम् इत्युक्ते अङ्गी, यदा अङ्गीकुर्मः तदनन्तरम् आम् इति वदामः, यदि अङ्गी न कुर्मः तदनन्तरं न इति वदामः. द्वयोः अव्ययपदे स्तः, अव्ययपदं पदे स्तः. उत्तमं, तावदेव. अधुना वयं किञ्चित् कालम् अत्र अपरिवर्तनीयः विधिनियमः, अत्र द्वितीयः अभ्यासः अस्ति. तम् अभ्यासं गृहपाठरूपेण कुर्वन्तु. अस्मिन्नेव पुटे तत्र कोष्टकस्थं चित्रं दृष्ट्वा उचितानि वाक्यानि लिखत तत् गृहपाठरूपेण कुर्वन्तु. अधुना कथां समापयामः. पुनः एकवारं कथां पश्यन्तु. तत्र इदानीं पर्यन्तं किम् अभवत् इति एकवारं पश्येम. भगिनि वदतु. अहं विस्मरामि. उच्चैः अव्ययपदम्. अव्ययम् अत्र अहं चिन्तयामि क्रियाविशेषणमपि भवति. एड्वर्ब् इति वदामः. अपि च तृतीया अपि भवति. तृतीया अपि भवति किन्तु प्रथमा न इति न. प्रथमा द्वितीया चतुर्थी इति रूपाणि नास्ति भगिनि. केवलं तृतीया अस्ति. इत्युक्ते अत्र उच्च इति प्रातिपदिकं स्वीकृत्य वदामश्चेत् अन्यानि रूपाणि अपि आयान्ति. किन्तु अत्र तु उच्चैः पठत इति अव्ययं वा भवति अथवा क्रियाविशेषणं भवति. उत्तमम्. अनन्तरम् अत्र भूमा भगिनी, इदानीं पर्यन्तं किम् अभवत्? अपरिवर्तनीयः विधिनियमः इति कथायां कुत्र पर्यन्तं वयं पठितवन्तः इत्युक्ते तत्र तस्य मनसि विचारः उत्पन्नः तदारभ्य. एकदा भगवान् शङ्करः सर्वेषां देवानां आह्वयति निश्चितदिने. सर्वे देवाः स्ववाहनेन कैलासम् आगताः. सभामण्डपे सर्वे उपस्थिताः. अन्ते महाविष्णुः तत्र आगतवान्. गरुडः सभामण्डपस्य बहिः स्थित्वा एक वटवृक्षं पश्यति. तस्मात् पर्यन्तम् अनन्तरं यमधर्मराजः वृषभारूढेन अत्र आगच्छति. यमराजः वटवृक्षं दृष्ट्वा उपरि स्थितः कपोलं दृष्ट्वा बहु चिन्तितवान्. विचार्य तत्र कपोतं. तत्र कपोल इति पदमपि अस्ति किन्तु अत्र कपोतं दृष्ट्वा सः किञ्चित् दुःखितः अथवा चिन्तनं कृत्वा अन्तः गतवान्. गरुडः तु निश्चितवान् मृत्युः कपोतः मृत्यति इति निश्चितवान्. कपोतं दृष्ट्वा सः एकम् उपायं पश्यति. सः मरणेन कपोतं रक्षितुम् इच्छति. तदर्थं मरणेन मरणात् गरुडः चिन्तयति. उत्तमं भगिनि. अधुना अत्र गरुडः एतत् सर्वं दृष्टवान् तस्मात् आरभ्य पठामः. प्रिया भगिनी किञ्चित् पठतु. अस्ति वा? अस्ति भगिनि. एकनिमिषम्. तदा तस्य मनसि तत्र आरभ्य वा? अत्र गरुडः एतत् सर्वं दृष्टवान्. गरुडः एतत् सर्वं दृष्टवान्. सः चिन्तितवान् यत् अस्य कपोतस्य उपरि यमधर्मराजस्य दृष्टिः पतिता अस्ति. तन्नाम अद्य कपोतः निश्चयेनापि मरणं प्राप्नोति इति. इत्युक्ते अत्र एकमेकं पदं स्वीकृत्य वदतु. गरुडः एतत् सर्वं दृष्टवान्. किं दृष्टवान् गरुडः? गरुडः कपोतः कपोतं दृष्टवान्. कपोतम् अपि च यमधर्मराजं दृष्टवान्. सः यमधर्मराजं दृष्टवान्. दृष्ट्वा किं कृतवान्? के आगच्छन्ति ते अपि दृष्टवान्. तान् अपि दृष्टवान्. दृष्ट्वा किं चिन्तितवान्? चिन्तितवान् कपोतस्य मरणं निश्चयेन भविष्यति इति चिन्तितवान्. अत्र यमधर्मराजस्य दृष्टिः पतिता. अत्र दृष्टिः इति पदं कीदृशं पदम्? दृष्टिः इकारान्त पुल्लिङ्गं वा स्त्रीलिङ्गं वा? कथं स्त्रीलिङ्गपदम् इति कथं जानीमः? पतिता. दृष्टिः पतिता. पतिता अस्तु, स्त्रीलिङ्गमेव. दृष्टिः पतिता. अत्र पतिता इति कृतान्तपदम् अस्ति, स्त्रीलिङ्गपदम् अस्ति इति कृत्वा दृष्टिः पतिता. दृष्टिः पतिता अस्तु. पुंलिङ्गपदमस्ति चेत् पतितः इति भवति. पतितः अस्तु. साधारणतया उपरि इति उपरि अधः तादृशानि पदानि सन्ति चेत् तस्मात् पूर्वं कस्य विभक्तेः आवश्यकता भवति? तस्मात् पूर्वं षष्ठीविभक्तिः. तदर्थमेव अत्र अस्य कपोतस्य उपरि. किन्तु बहिः इति पदमस्ति चेत् कस्य विभक्तेः आवश्यकता भवति? पञ्चमी. पूर्वम् अस्ति चेत्? पूर्वमपि पञ्चमी एव. पूर्वं परं पञ्चमी एव. अनन्तरमस्ति चेत्? अनन्तरमपि पञ्चमी एव. अनन्तरम् अस्ति चेत् षष्ठी भवति. षष्ठी भवति. अनन्तरं अनन्तरम् अत्र एकं पदमस्ति तन्नाम इति लिखितमस्ति. तन्नाम इत्युक्ते किं? तत् नाम वा? तत् नाम एव. अत्र तत् नाम अस्ति. अत्र सन्धिः अस्ति, अनुनासिकसन्धिः. अनुनासिकसन्धिः अस्तु. यरोनुनासिकेनु नाशिको वा इति सूत्रमस्ति. किन्तु अत्र सान्दर्भिक अर्थः कः? तन्नाम इत्युक्ते तन्नाम अद्य तन्नाम मीन्स् कपोतस्य ललाटे लिखितमस्ति वा मरणमिति? तन्नाम अत्र वाक्यं दृष्ट्वा पश्यतु, पुनः एकवारं पठेम. अस्य कपोतस्य उपरि यमधर्मराजस्य दृष्टिः पतिता अस्ति. तन्नाम इत्युक्ते अत्र तन्नाम इत्युक्ते इत्युक्ते इति अर्थः. इत्युक्ते दट् मीन्स् अस्तु अस्तु भगिनि. इत्युक्ते अत्र साधारणतया नाम इत्युक्ते नेम् इति अर्थः अस्ति. किन्तु अत्र सान्दर्भिक अर्थः तु तन्नाम. तस्य यमधर्मराजस्य दृष्टिः पतिता अस्ति इत्युक्ते तत् कारणेन अपि वक्तुं शक्यते वा? तत् कारणेन न. तत्कारणेन इत्युक्ते तन्नाम. अत्र तन्नाम इत्युक्ते तस्य अर्थः कः इत्युक्ते अद्य कपोतः निश्चयेन मरणं प्राप्नोति इति अर्थः. यदा कदापि यमधर्मराजस्य दृष्टिः पतति चेत् किं भवति? यस्य कस्यापि मरणं भवति. मरणं भवति. अस्तु. तन्नाम अद्य निश्चयेन कपोतस्य मरणं भविष्यति. वदतु भगिनी, अत्र यत् इति वाक्ये अस्ति, किन्तु तत् अग्रे वाक्ये अस्ति भगिनी. किमर्थं समान एव वाक्य नास्ति भगिनि. सः चिन्तितवान् यत् अस्य कपोतस्य उपरि यम धर्मराजस्य दृष्टिः पतिता अस्ति, तत् नाम अद्य कपोतः. तत्र सम्बन्ध यत् तत् तत्र सम्बन्धः नास्ति. प्रथमे वाक्ये सः चिन्तितवान्, किं चिन्तितवान्, सः चिन्तितवान् यत् लैक् यत् किं तत्र यत् इति पदं कस्मिन् अर्थे अस्ति इत्युक्ते सः किं चिन्तितवान् इत्युक्ते सः चिन्तितवान् यत् तस्मिन् वाक्ये तत् इत्यस्य आवश्यकता नास्ति. किन्तु अग्रिमे वाक्ये तन्नाम इत्युक्ते इट् मीन्स् संस्कृतभाषायाम् इत्युक्ते अर्थः निश्चयेन अपि तत्रापि सन्धिः भवति, निश्चयेनापि मरणं प्राप्नोति. उत्तमं भगिनि. अद्य किमर्थम् अद्य कपोतः भगिनि, किमर्थम् अद्य तद्दिने तस्मिन् दिने तस्मिन् दिने तस्मिन् दिने तस्मिन् दिने कपोतस्य विशेषणं नास्ति. इत्युक्ते अत्र अत्र स्वस्य वाक्यैः किञ्चित् वदतु भगिनि, अस्य अस्मिन् परिच्छेदे किमस्ति एकवारं वदतु प्रिया भगिनि. गरुडः के आगच्छन्ति इति दृष्टवान्. यमराजस्य दृष्टिः गरुडः पूर्वं कपितं दृष्टवान्. यमराजस्य दृष्टिः अपि कपितस्य उपरि पतिता इति दृष्टवान्. तत् सः चिन्तितवान् अद्य निश्चयेन कपोतस्य मरणं भविष्यति. उत्तमम्, तादृशरीत्या चिन्तनं कृतवान्. अग्रे किम् अस्ति, करोतु. तदा तस्य मनसि विचारः उत्पन्नः, कथमपि एषः कपोतः मरणात् रक्षणीयः इति. अनन्तरं च सः झटिति तं कपोतं गृहीत्वा दशनिमेषाभ्यन्तरे एव भारतस्य दक्षिणकोणे स्थितं रामेश्वरक्षेत्रं तम् आनीतवान्. तत्र च कस्यचित् वटवृक्षस्य उपरि तम् उपवेश्य अहं यमदेवं जितवान् इति चिन्तयन् तावता एव वेगेन कैलासं प्रत्यागतवान्. किमपि न प्रवृत्तम् इव वृक्षस्य अतः यथापूर्वम् उपविष्टवान्. उत्तमम्. अत्र तदा तस्य मनसि विचारः उत्पन्नः. मनसि अत्र कीदृशं पदं? सकारान्तः नपुंसलिङ्गः मनःशब्दं मनःशब्दः मनसि इति षष्ठी एकवचनं सप्तमी एकवचनं सप्तमी एकवचनं. उत्तमं. कस्य मनसि विचारः उत्पन्नः? गरुडस्य मनसि विचारः उत्पन्नः. अत्र उत्पन्नः इति पदमपि क्तान्तरूपम्. उत् उपसर्गपूर्वकः पद् धातुः, पद् धातोः रूपमेव पन्न उत्पन्न. तत्र पद् धातोः रूपं पद्येते इति अस्ति. पद्येते पद्यन्ते आत्मनेपदि उत्पन्नः उत्पद्यते इति एकं पदमस्ति. कथमपि एषः कपोतः मरणात् रक्षणीयः. एषः कपोतः रक्षणीयः. अत्र कपोतः रक्षणीयः रक्षणीयः अनियर् प्रत्ययान्तरूपम् अस्ति. मरणात् रक्षणीयः कस्मात्? कस्मात् मरणात्? मरणात् अथवा यमधर्मराजः यमधर्मराजस्य दृष्टितः अथवा दृष्टेः मरणात् रक्षणीयः एषः कपोतः. अनन्तरं च सः झटिति तं कपोतं गृहीत्वा अत्र झटिति झटिति इत्युक्ते भगिनी झटिति अव्यय अपि अव्ययं शीघ्रमपि तं कपोतं गृहीत्वा गृहीत्वा कीदृशं पदं गृहीत्वा त्वान्तं गृह्णाति गृहीत्वा तत्र धातुः अस्ति ग्रहधातुः ग्रहधातुः ग्रहधातुः गृहीत्वा किन्तु तुमन्नन्तरूपं वदामश्चेत् ग्रहीतुं ग्रहीतुं किन्तु तत्र रूपसाम्यं अस्ति गृहीत्वा गृहीतवान् ग्रहीतुं ग्रहीष्यति लृट्लकाररूपम् इव तुमन्नन्तरूपम् आयाति ग्रहीतुं ग्रहीष्यति तत्र किञ्चित् साम्यमस्ति तवत्वन्तरूपं गृहीतवान् गृहीत्वा इति भवति तदनन्तरं यथा भवती उक्तवती गृह्णाति इति रूपं दशनिमेषाभ्यन्तरे दशनिमेषाभ्यन्तरे इत्युक्ते दशनिमेषानन्तरं दशनिमेषस्य अनन्तरम् अभ्यन्तरे इत्युक्ते वितिन् टेन् मिनिट्स् वितिन् टेन् मिनिट्स् एव भारतस्य दक्षिणकोणे स्थितं रामेश्वरक्षेत्रं तम् आनीतवान् कम् तं कपितं कपोतं कपोतं कपोतम् आनीतवान् तत्र च कस्यचित् वृक्षस्य वटवृक्षस्य उपरि तम् उपवेश्य अत्र उपवेश्य कीदृशं पदम् उपवेश्य लभन्तम् उपविशति उपवेश्य अत्र उपविश्य उपवेश्य इति लभन्तमेव किन्तु उपविश्य इति एकं पदमस्ति किन्तु उपवेश्य अस्ति अत्र निजन्तरूपम् अत्र उपविश्यति उपविशति उपवेशयति उपवेशयति अत्र निजन्तरूपमस्ति तम् उपवेश्य सः न उपविशति तं कपोतम् उपवेश्य निजन्तरूपमस्ति अहं यमदेवं जितवान् अत्र जी धातोः कृतान्तरूपं तवत्वन्तरूपमेव जितवान् अत्र जी धातोः लट्लकाररूपं किं जयति उत्तमं जयति जयति जी धातोः रूपम् इति चिन्तयन् चिन्तयन् कीदृशं पदं चिन्तयन् अपि शत्रन्तरूपं लिङ्गं किं लिङ्गं पुल्लिङ्गं पुंलिङ्गं सः चिन्तयन् गरुडः चिन्तयन् तावता एव वेगेन कैलासं प्रत्यागतवान् तत्र प्रत्यागतवान् तत्र पदविच्छेदं करोतु प्रति आगतवान् तदर्थमेव प्रति इति उपसर्गः अस्ति आगतवान् तत्र यण् सन्धिः भवति प्रत्यागतवान् अत्र किं वदामः सः कैलासं प्रति आगतवान् टुवर्ड्स् कैलासं टुवर्ड्स् कैलासं कैलासं प्रति आगतवान् किमपि न प्रवृत्तम् इव वृक्षस्य अधः यथा पूर्वम् उपविष्टवान् तावत् उत्तमं धन्यवादः भगिनी अधुना गीताञ्जलि भगिनी भवती कर्तुम् इच्छति वा आं भगिनि अत्रान्तरे देवानां गोष्ठी समाप्ता सर्वेपि देवाः तत् प्रस्थिताः बहिः आगतः यमदेवः तु प्रथमं तं वृक्षं दृष्टवान् यत्र कपोतः उपविष्टः आसीत् परम् अधुना कपोतः तत्र न आसीत् अत्रान्तरे इत्युक्ते सप्तमी अत्रान्तरे इत्युक्ते अत्र योग अन्तरे इत्युक्ते बै नौ तदेव इत्युक्ते अत्र अग्रिमे परिच्छेदे तावता इति लिखितमस्ति, अत्रान्तरे इत्युक्ते तावता आङ्ग्लभाषायां वदामश्चेत् इन् द मीन् वैल् इन् द मीन् वैल् देवानां गोष्ठी समाप्ता. गोष्ठी कीदृशं पदम्? स्त्रीलिङ्गपदं, तदेव समाप्ता इति तान्तरूपं स्त्रीलिङ्गरूपमपि च. सर्वे अपि देवाः ततः प्रस्थिताः. ततः इत्युक्ते पञ्चमी एव अर्थः. ततः प्रस्थिताः इत्युक्ते आगच्छन्ति. तत्र ततः इत्युक्ते तस्मात् प्रदेशात् इति अर्थः. तस्मात् प्रदेशात् प्रस्थिताः इत्युक्ते they started leaving इति, अत्र leaving अर्थः. बहिः आगतः यमदेवः तु प्रथमं तं वृक्षं दृष्टवान्. किमर्थं यमदेवः तं वृक्षं किं दृष्टवान्? तत् सः वृक्षे तस्य वृक्षस्य उपरि पूर्णतया एक कपोतः अस्ति स्यात्, किन्तु अधुना तत् कपोतः नास्ति. तत्र नास्ति इत्युक्ते तावत्पर्यन्तं यः कपोतः तत्र उपविष्टः आसीत् तत् सः कपोतः अधुना तत्र न आसीत्. अधुना तत्र न आसीत्. किमर्थं तत्र किम् अभवत् इति एकवारं पश्येम. अधुना वेदा भगिनी भवती करोतु. तावता सः पार्श्वे उपविष्टं गरुडं दृष्टवान्. तावता सः पार्श्वे उपविष्टं गरुडं दृष्टवान्. गरुडं दृष्टवतः तस्य अतीव सन्तोषः जातः. तावता इस् लैक् मीन् वैल् सः पार्श्वे बिसैड् हिम् सीता गरुडः गरुडं दृष्टवान्. गरुडं दृष्टवतः तस्य अतीव सन्तोषः जातः. दृष्टवतः दृष्टवान् दृष्टवतः वा अत्र अत्र पूर्वस्मिन् पूर्वं वाक्यं किमस्ति? उपविष्टं गरुडं दृष्टवान्. अत्र विभक्तिः का? उपविष्टं द्वितीया विभक्ति. उपविष्ट इति कीदृशं पदम्? उपविष्ट विष्टातु वा विष् धातुः. उप उपसर्गपूर्वकः विष् धातुः अपि च क्धान्तरूपम्. उपविष्टं गरुडं दृष्टवान् कर्मपदमस्ति. किमर्थम् इत्युक्ते दृष् धातुः अस्ति, सकर्मकधातुः. गरुडं दृष्टवतः तत्र दृष्टवतः इति पदस्य विभक्तिः का? दृष्टवतः पञ्चमी विभक्ति न दृष्टवतः षष्टि एकवचनं. दृष्टवतः दृष्टवतः तस्य तत्र तयोर्मध्ये सम्बन्धः अस्ति. दृष्टवतः तस्य दृष्टवतः तस्य अतीव सन्तोषः जातः गरुडं दृष्टवतः. इत्युक्ते अत्र के प्रथमाविभक्त्यां वक्तुमिच्छामश्चेत् दृष्टवान् दृष्टवत् इति प्रातिपदिकं, किन्तु पुंलिङ्गरूपम् अस्ति दृष्टवान् दृष्टवान् दृष्टवन्तौ दृष्टवन्तः. द्वितीयविभक्त्यन्तरूपं दृष्टवन्तं दृष्टवन्तौ दृष्टवतः दृष्टवतः. षष्टि एकवचनं दृष्टवतः. गरुडं दृष्टवतः तस्य. तस्य इत्युक्ते अत्र कस्य? तस्य यमदेवः यमदेवस्य अतीव सन्तोषः जातः. यमधर्मराजस्य एतादृशं व्यवहारं दृष्ट्वा गरुडः विस्मितः अभवत्. किमर्थं यमधर्मराज सन्तोषः भवति एतादृशं व्यवहारं दृष्ट्वा गरुडः विस्मितः. विस्मितः. अत्र जातः इति पदमस्ति. अत्र जन् धातोः रूपमेव जात, क्तान्तरूपं. जन् धातोः रूपमेव जायते. अकर्मकधातुः अस्ति. जन् जात क्तान्तरूपम् अस्ति. यमधर्मराजस्य एतादृशं व्यवहारं, व्यवहारः इति पदमस्ति. अत्र वि उपसर्गपूर्वकः, अव उपसर्गपूर्वकः, हृ धातुः, घञ् प्रत्ययः, व्यवहारः. किन्तु सः समीपं गत्वा यमदेवं पृष्टवान्. सः समीपम् इत्युक्ते गरुडः समीपं गत्वा यमदेवं पृष्टवान्. भोः यमदेव, सः समीपं गत्वा यमदेवं पृष्टवान्. भोः यमदेव, प्रातः अत्र कपोतं दृष्टवतः भवतः मुखं म्लानम् आसीत्. यमदेव, गरुडः यमदेवस्य प्रश्नं पृष्टवान्, अत्र कपोतं अद्य प्रातः कपोतं वृक्षस्य वटवृक्षस्य उपरि स्थितं भवतः मुखं ग्लानम् आसीत्. ग्लानम् अत एव ग्लानं न ग्लानिः, ग्लानिः इति पदमस्ति. म्लानम् इत्युक्ते चिन्ताक्रान्तः अथवा दुःखितः. दुःखितः म्लानमासीत्. अत्र पश्यतु पुनः एकवारम्, अत्र कपोतं दृष्टवतः भवतः. अत्रापि विभक्तिः का? कपोतं दृष्टवतः भवतः. कपोतं द्वितीया विभक्ति, कर्म द्वितीयकर्मपदं, कर्मपदं. दृष्टवतः भवतः, भवतः दृष्टवतः, भवतः बय्यु, भवतः विल् बि भवान्, भवन्तौ, भवन्तः, भवतः विल् बि लैक् भवतः. षष्टि, षष्टि, षष्टि विभक्ति एकवचनम्. अत्र कपोतं इत्युक्ते अत्र शत्रन्तरूपम् अस्ति इति. भवतः दृष्टवतः, षष्टिविभक्ति एकवचनं. म्लानम् इत्युक्ते भवान् असन्तुष्टः आसीत्. इदानीं कपोतः अत्र नास्ति, तम् अदृष्ट्वा भवान् प्रसन्नः अस्ति. एतत् कथं? गर्भः गरुड यमदेवराजस्य उक्तं कपोतः अत्र नास्ति इदानीं, किन्तु तं प्रसन्न किम् अस्ति, कारणं किं, कारणं किम् इति उक्तवान्. उक्तवान्. उत्तमं भगिनी. अधुना उषा भगिनी भवती करोतु अग्रिमं परिच्छेदं. भगिनी, दृष्टवतः इति षष्टि, षष्टि दृष्टवतः, दृष्टवतः भवतः, विशेषणविशेष्य, विशेषणविशेष्य, भवतः मुखं, भवतः मुखं. साधारणतया भवतः पुस्तकं, भवत्याः पुस्तकं, भवतः नाम, भवतः नाम किम्, तथा एव दृष्टवतः भवतः. दृष्टवतः भवतः, सः कीदृशः? कपोतं दृष्टवतः. शत्रन्तरूपं. किमर्थं कपोत इति पदस्य षष्टि न? कपोतम् अत्र कस्य मुखं लानमासीत्? कपोतं दृष्टवतः भवतः मुखं. कपो सः, इट्स् ए प्रेसेण्ट् कण्टिन्यूस् टेन्स्. सः सः कीदृशः अधुना? सः कपोतं पश्यन् अस्ति. कपोतं पश्यन् अस्ति, तदर्थमेव कपोतं दृष्टवतः भवतः मुखं म्लानम् आसीत् इति अहं दृष्टवान्. अत्र भवतः इत्युक्ते यमधर्मराजस्य एतद् वाक्यं कस्य वाक्यं गरुडस्य वाक्यं गरुडः यमदेवं प्रति वदति अत्र अत्र शत्रन्तरूपम् अस्ति कपोतं दृष्टवतः तत्रापि कारणं दृष्टातुः सकर्मकः अस्ति इति कृत्वा अत्र शत्रन् अत्र अत्र कपोतं कपोतस्य दर्शनम् इति अहं मन्ये किन्तु किमर्थं कपोतस्य दृष्टवतः भवत इति नासीत् अहं न अवगच्छामि अत्र कपोतस्य दर्शनम् इति एकरीत्या वक्तव्यं नो चेत् अत्र यमधर्मराजः कीदृशः किं कुर्वन् अस्ति यमधर्मराजः किं कुर्वन् आसीत् इत्युक्ते सः कपोतं पश्यन् आसीत् तदानीम् एव तस्य मुखं लानम् आसीत् तदर्थमेव अत्र एकमेव वाक्यं कृत्वा लिखितमस्ति कपोतं दृष्टवतः भवतः आङ्ग्लभाषायां कोऽपि वदतु तत्र अनुवादं कृत्वा प्रातः अत्र कपोतं दृष्टवतः न न भगिनि अत्र आङ्ग्लभाषायाम् अस्य वाक्यस्य अनुवादं कृत्वा वदतु कोऽपि इन् द मार्निङ्ग् हियर् seeing the pigeon your face was sad you were seeing the kapota and while seeing that kapota you felt sad but by seeing is where bhagini in this sentence while seeing Where is the while seeing that? Only I don't understand. Shatrantarupam api subantapadameva. Shatrantapadamapi subantapadam bhavati. Shatrantapadani visheshanani bhavanti. Kartrupadasi visheshanam bhavati. Kartrardhe eva shatrantarupam ayati. Astu. Shatranta eva astu. Vartamana kala arthe. तत्र शत्रन्तरूपस्य षष्ट्यन्तं रूपम् उत्तमम् इदानीं कपोतः अत्र नास्ति तम् अदृष्ट्वा भवान् प्रसन्नः अस्ति इति एतत् कथम् उषा भगिनी अधुना समापयतु तदा प्रसन्नमुखः यमधर्मराजः उक्तवान् तदीयकर्मफलानुसारम् अद्य मध्याह्ने रामेश्वरक्षेत्रे कस्यचित् वटवृक्षस्य उपरि तस्य कपोतस्य मरणं निश्चितम् अस्ति परं प्रातः तम् अत्र कैलासे दृष्ट्वा अहं चिन्ताक्रान्तः अभवम् कथम् एव मध्याह्नात् पूर्वं रामेश्वरं प्राप्स्यति इति इदानीं भवन्तम् अत्र दृष्ट्वा अहं निश्चितवान् अस्मि यत् भवान् तं तत्र प्रापितवान् इति अतः एव सन्तुष्टः अस्मि इति अग्रे अपि पठतु एकवारं यमधर्मराजस्य वचनं श्रुतवतः गरुडस्य अहङ्कारः विलुप्तः लज्जया सह तं नमस्कृत्य क्षमां प्रार्थितवान् यमदेवः उक्तवान् विदेहनियमः न केनपि परिवर्तयितुं शक्यः इति शक्यः अत्र तदा प्रसन्नमुखः यमधर्मराजः उक्तवान् किम् उक्तवान् कर्मफलानुसारम् अद्य मध्याह्ने रामेश्वरक्षेत्रे कस्यचित् वटवृक्षस्य उपरि तस्य कपोतस्य मरणं निश्चितम् अस्ति इति यमधर्मराजः जानाति अत्र तदीय इति पदमस्ति तदीय इति पदं तत्र तद्धितान्तम् इति वदामः ईय इति रूपम् आयाति तदीय भवदीय मदीय त्वदीय भारतीय एतादृशानि पदानि तद्धितान्तरूपाणि सन्ति किन्तु तदीय अत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति तदीयकर्म कर्मफलानुसारं तदीय इत्युक्ते अत्र कपोतस्य कर्मफलानुसारं कपोतस्य कर्मफलानुसारम् अद्य मध्याह्ने रामेश्वरक्षेत्रे कस्यचित् वटवृक्षस्य उपरि तस्य कपोतस्य मरणं निश्चितम् अस्ति. मरणं निश्चितं, कपोतस्य मरणं निश्चितम्. अत्र मरणमपि लुडन्तपदमस्ति. लुडन्तपदं कपोतस्य मरणं. परं प्रातः तम् अत्र कैलासे दृष्ट्वा, वदतु. परं प्रातः तं कपोतं वटवृक्षस्य उपरि दृष्ट्वा अहं चिन्ताक्रान्तः आसीत्. कथं मध्याह्नात् पूर्वं तं कपोतं रामेश्वरं प्राप्यति इति. प्राप्स्यति इति कीदृशं पदं? प्राप्स्यति, प्रा उपसर्गम् आप् धातुः, प्राप्स्यति मध्यमपुरुषः न लृट्लकारः. तत्र प्रथमपुरुषे एव एकवचनं प्राप्स्यति, प्रा उपसर्गपूर्वकः आप्स्यति. अत्र उत्तमपुरुष एकवचनं उत्तम अभवम्. अहं चिन्ताक्रान्तः अभवम्. अभवम् उत्तम. मध्याह्नात् पूर्वं, तत्र पूर्वम् अस्ति चेत् पञ्चमी आवश्यकम्. रामेश्वरं प्राप्स्यति, अत्र प्राप्नोति, तत्र आप्नोति, किन्तु अत्र प्राप्त इति वदामश्चेत् तत्र द्वितीयविभक्त्यन्तं रूपम् आवश्यकम्. अत्र रामेश्वरम् इति द्वितीयान्तं रूपम्. अहं गृहं प्राप्नोमि, अहं नगरं प्राप्नोमि, तथा एव अत्र रामेश्वरं प्राप्स्यति. अत्र णिजन्त नास्ति, तत्र साधारणं रूपमेव, किन्तु लृट्लकाररूपं. किन्तु अत्र द्वितीयाविभक्तेः आवश्यकता अस्ति. सर्वदा अत्र प्राप्नोति, प्राप्स्यति, प्राप्तः, प्राप्तम् एतादृशानि पदानि सन्ति चेत् तत्र कर्मपदम् आयाति. रामेश्वरं प्राप्स्यति इति सः चिन्तितवान्. इदानीं भवन्तम् अत्र दृष्ट्वा अहं निश्चितवान् अस्मि यत् भवान् तं तत्र प्रापितवान्. अत्र प्रापितवान् किमर्थम्? प्रापितवान् कपोतः. कीदृशं पदम् अत्र प्रापितवान्? प्रापितवान् अत्र णिजन्तरूपं, क्तान्तरूपमेव. तव तु अपि णिजन्तरूपं भवति वा भगिनि? तावत् रूपमपि निजन्तरूपं भवति. तत्र निजन्तरूपेषु सर्वाणि रूपाणि आयान्ति. तत्र तत्र साधारणरूपम् अस्ति चेत् प्राप्तवान्. प्रापयति, प्रापयति साधारणरूपं प्राप्तवान्. किन्तु अत्र निजन्तरूपम् अस्ति इति कृत्वा भवान् तं प्रापितवान्. अत्र भवान् कपोतं प्रापितवान् कुत्र? तत्र रामेश्वरक्षेत्रं. तदर्थमेव अतः एव अहं सन्तुष्टः अस्मि. भवन्तं द्वितीयविभक्ति अस्ति, दृष्ट्वा त्वा प्रत्यय तत्र. दृष्ट्वा उत्तमं. भवती एव समापयतु अग्रिमं. यमधर्मराजस्य षष्टिविभक्ति वचनं कर्मपदमस्ति. श्रुतवतः षष्टिविभक्ति. गरुडस्य षष्टिविभक्ति. अहङ्कारः विलुप्तः. अहङ्कारः पुंलिङ्गे अस्ति, विलुप्तः अपि त प्रत्यय पुंलिङ्गे अस्ति. अत्र अत्र एकं वदामि, अत्र साधारणं पदमेव लोपः इति. लोपः जायते, तत्र लुप्यते. लुप्यते इत्युक्ते डिसप्पियर् आर् इतोपि किं वदामः, परिश् लास्ट्. अत्र गरुडस्य अहङ्कारः विलुप्तः. वि उपसर्गपूर्वकं लुप्तः. लुप्त इति अपि कथान्तरूपम् अस्ति. वि उपसर्गपूर्वकः अस्ति. लज्जया तं नमस्कृत्य क्षमां प्रार्थितवान्. लज्जया तृतीयविभक्ति एकवचनं. सः सः इत्युक्ते गरुडः. तम् इत्युक्ते यमधर्मराजं. नमस्कृत्य क्षमां प्रार्थितवान् प्रार्थितवान् प्रार्थये प्रार्थिते इति प्रार्थयते अपि अस्ति अत्र अत्रापि प्रार्थित तत्र निजन्त नास्ति प्रार्थित इति क्तान्तरूपं क्तवत्वन्तरूपं क्तवत्वन्तरूपम् अस्ति प्रार्थितवान् क्षमां प्रार्थितवान् यमदेवः उक्तवान् विदेहनियमः न केनपि परिवर्तयितुं शक्यः इति अत्र पश्यतु कथायाम् उपरि किं लिखितमस्ति विधिनियमः अपरिवर्तनीयः विधिनियमः इति लिखितमस्ति अत्र पृथक्तया लिखितमस्ति विधिनियमः इति समस्तपदमस्ति चेत् तत्र विग्रहवाक्यं विधेः नियमः न केनापि परिवर्तयितुं शक्यः अत्र शक्यः इति कस्य विशेषणम् नियमः न केनापि परिवर्तयितुं शक्यः अत्र शक्यः इति नियमः इत्यस्य विशेषणं परिवर्तयति परिवर्तनं इत्युक्ते किं परिवर्तयति निजन्तं नास्ति निजन्तं नास्ति परिवर्तयितुं अत्र निजन्तमस्ति वा अत्र परिवर्तयति निजन्तमेव अत्र वृत्तधातोः साधारणरूपं वर्तते किन्तु अत्र वर्तयति निजन्तरूपं परिवर्तयितुं तुमनन्तं रूपम् उत्तमं वयम् उत्तमरीत्या कृतवन्तः अत्र स्थगयामः पुनः एकवारम् अग्रिमे सप्ताहे मिलित्वा अन्यान् विषयान् ज्ञास्यामः सर्वेषां धन्यवादः धन्यवादः धन्यवादः धन्यवादः